नमस्कारः. न्यायवर्गे पुनः सर्वेषां स्वागतम्. गतवर्गे अस्माभिः अन्योन्याभावस्य विषये किञ्चित् अधीतं. तत्र च वयं दृष्टवन्तः तादात्म्यसम्बन्धेन अन्योन्याभावः इत्यस्य विषयस्य अवगमनं जातम् इति. तादात्म्यसम्बन्धः तादृशसम्बन्धः येन किञ्चन वस्तु स्वस्मिन् भवति, घटः स्वस्मिन् तादात्म्येन सम्बन्धेन भवति, पटः स्वस्मिन् तादात्म्येन सम्बन्धेन भवति इति प्रतीतिः. तेन सम्बन्धेनैव, नाम तादात्म्यसम्बन्धेन एव घटः नास्ति अपरत्र, खलु? घटः घटं विहाय अपरत्र नास्ति. केन सम्बन्धेन इति चेत् तादात्म्यसम्बन्धेन. तादात्म्यसम्बन्धेन किञ्चन वस्तु स्वं विहाय जगति सर्वत्र न भवति इति एव अन्योन्याभावः अथवा भेदः इत्यपि उच्यते. अन्योन्याभावः अथवा भेदः इति मनसि भवेत्. अपि च कार्यकारणभावः इत्यपि दृष्टवन्तः. तत्र एकम् अंशं वदामि. तत्र कार्यकारणभावस्य निकषत्रयम् इति दृष्टवन्तः. कारणेन कार्याधिकरणे भाव्यं, कारणेन सर्वदा भाव्यं, कार्याधिकरणे कार्योत्पत्ते पूर्वक्षणं भाव्यम् इति तत्सर्वम् अभवत्. परन्तु प्रश्नः उदेति तत्र अन्ये अपि भवन्ति खलु इति. कार्याधिकरणे यथा कोऽपि जनः भवति अथवा वृक्षः भवति, तस्मिन्नेव कार्याधिकरणे, घटनिर्माणस्थले पिपीलिका भवति, तर्हि तानि सर्वाणि वस्तूनि कारणानि न सन्ति इति आगतम्. अपि च कुलालः अथवा कुम्भकारः इति कारणं भवति, साक्षात् कारणं भवति इति सत्यं. तर्हि प्रश्नः उदेति, अस्तु, घटनिर्माणस्थले बहूनि वस्तूनि सन्ति, अपि च घटस्य बहूनि कारणानि सन्ति चेत् कुलालस्य पिता अपि घटस्य कारणं भवति वा? नो चेत् नाम कुलालस्य पिता नास्ति चेत् कुलालः एव नास्ति. पिता अस्ति चेदेव कुलालः उत्पन्नः. तर्हि कुलालः कुलालस्य पिता अपि कारणम् अस्ति वा इति. तत्र किं चिन्तनं? नास्ति. किमर्थं तथा इति? यथा अत्र उक्तवन्तः, तत्र नागरिकः घट उत्पत्तिस्थले यदा घटस्य विषये ज्ञातुम् इच्छति तस्मिन् सन्दर्भे एव तत्र आगच्छति. एवमेव कुलालस्य पिता कुलालं प्रति कारणं, परन्तु घटं प्रति कारणं नास्ति इति. हा हा, समीचीनं भगिनि. नाम निकषत्रयं स्वीकृत्य परिशीलयामश्चेत् अपि कुलालस्य पिता तत्र न भवति एव, खलु? कार्याधिकरणे भाव्यं, कार्याधिकरणे सर्वदा भाव्यं, कार्याधिकरणे कार्योत्पत्तेः पूर्वमपि भाव्यम् इति. परन्तु यदा कदापि तादृशप्रश्नः उदेति चेत्, अस्तु, कुलालस्य पिता नास्ति चेत् कुलालः एव नास्ति, तर्हि सः कारणं वा इति प्रश्नः उदेति चेत् तत्र न इति अङ्गीक्रियते. तत्र एकः पारिभाषिकशब्दः अस्ति, अन्यथा सिद्धः इति. कुलालस्य पिता कार्यं प्रति अन्यथा सिद्धः इति वदामः. अन्यथासिद्धिः इति बहुविधः अस्ति. एकविधमस्ति कुलालः तस्य पिता, साक्षात् कारणं नास्ति इति अन्यथासिद्धः इति वक्तुं शक्यते. अस्तु, इति एका वार्ता आसीत्. अपि च अधिकरणस्यापि, हा, तर्हि अनेन कपालः स्वस्मिन्, नाम कपालः एव कार्याधिकरणं, कपालः स्वस्मिन् तादात्म्येन तिष्ठति कार्याधिकरणे, सर्वदा तिष्ठति, कार्योत्पत्तेः पूर्वक्षणे अपि तिष्ठति इति कृत्वा कपालः तादात्म्येन स्थित्वा समवायेन घटं जनयति इति आगतम्. अस्तु, तेन तादात्म्यसम्बन्धस्य परिचयः जातः. तादात्म्यसम्बन्धेन किमपि अपरत्र नास्ति इति, तस्य वस्तुनः अन्योन्याभावः इत्यपि उच्यते. अस्तु, तर्हि अधिकरणस्यापि भवति अनुयोगीसंज्ञा इति इत्यमं भागं पुनः पठेम, यतोहि बहूनां तत्र कश्चन भ्रमः वर्तते वा अधुनापि इति श्रुतं मया. अस्तु पुनः पठेम. कोऽपि आगतवान् वा नूतनतया? नमस्ते महोदय, अहं मेहुला अस्मि. नमस्कारः. अनन्तरं शिवराम कुलकर्णी महोदय इति भाति. अन्तर्जालसमस्या अस्ति, पुनः एकवारं. अस्तु, हा हा हा, समीचीनम्. अस्तु, तर्हि आरभामहे. पुनः एकत्रिंशत्तमपृष्ठं पश्यन्तु. अधिकरणस्यापि भवति अनुयोगी इति संज्ञा इति. तत्र पुनः किञ्चित् पठेम, यतोहि स्पष्टता भवेत् सर्वेषां मनसि इति कृत्वा. मेहुला महोदय आरब्धुम् इच्छति वा? अधिकरणस्यापि भवति अनुयोगी इति संज्ञा कस्मिन् पुटे महोदय? एकविंशति. एकत्रिंशत् पृष्ठसङ्ख्या. अन्योन्याभावः इति ज्ञातवन्तः खलु? अन्योन्यभावः तस्य अधः अस्ति. अतः कपालस्य स्वस्मिन् न एकत्रिंशत् 31 अधिकरणस्यापि भवति अनुयोगी इति संज्ञा पश्यति वा? अधिकरणस्यापि भवति अनुयोगी इति संज्ञा अभावाः एतावता निरूपिताः. सन्निष्ठः विरोधः अनियोगिता अपि उक्ता. अस्य च अनियोगिताशब्दस्य अन्यत्रापि प्रयोगः दृश्यते. न्यायग्रन्थेषु अधिकरणस्यापि कच्चित् अनियोगि इति व्यवहारः दृश्यते, यथा भूतलं घटानुयोगी. अत्र भूतलम् अनियोगी चेत् अनियोगिता भूतले भवति. इयं चानुयोगिता न अभावनिष्ठविरोधरूपा, किन्तु अधिकरणनिष्ठः धर्म इति अधिकरणता एव. तथा च भूतले घटानुयोगितास्ति इत्युक्तौ घटाधिकरणता अस्ति इति अर्थः ग्राह्यः. तावत् अस्तु. अत्र अधिकरणं वयं दृष्टवन्तः पूर्व. अधिकरण अपि अनियोगिता, अधिकरणस्य अपि अनियोगिता इति एकम् अन्यस्मिन् संज्ञा अस्ति. तस्य विवरणम् अत्र दत्तमस्ति. सामान्यतया प्रथमतया वदतु, सामान्यतया अनियोगिता इत्युक्ते किम्? सामान्यतया अनियोगिता इत्युक्ते विरोधः. अभावस्य अभावे यः विरोधः अस्ति तस्य नाम अनियोगिता. अनुयोगिता इत्युक्ते अभावे विद्यमानः विरोधः. तर्हि अनुयोगी कः? यस्य कस्यस्मिन् अनियोगिता अस्ति तस्य नाम अनियोगी. हा, बहु समीचीनं महोदय. इत्युक्ते अभावस्थले अभावः एव अनुयोगी खलु? अभावः एव अनुयोगी. अत्र नूतनतया संज्ञा कृता, अधिकरणमपि अनुयोगी इति संज्ञां प्राप्नोति इति उक्तवन्तः. किमर्थम्? अभावः एतावता निरूपिताः इत्युक्ते एतावत्पर्यन्तं वयं अभावः इत्युक्ते किम् एतत् सर्वं जानीमः. अनन्तरं तन्निष्ठः विरोधः अनियोगिता अपि उक्तः. वयमपि जानीमः यत् अभावे अनियोगिता अस्ति वयं जानीमः. अत्र अस्य च अनियोगिता शब्दस्य अन्यत्रापि प्रयोगः दृश्यते. अनियोगिता इति शब्दस्य अन्यस्मिन् अपि एकः प्रयोगः अस्ति. न्यायग्रन्थेषु अधिकरणस्यापि कश्चित् अनियोगी इति व्यवहारः दृश्यते. न्यायग्रन्थमध्ये अधिकरणमपि अनियोगी इति उक्तमस्ति. एकम् उदाहरणमस्ति, भूतलं घटानियोगी. अत्र भूतलं घटानियोगी, अत्र भूतलम् अनियोगी चेत् अनियोगिता भूतले भवति. अत्र घटः भूतले अस्ति, अतः भूतलम् अनियोगी अस्ति, अधिकरणमस्ति. परन्तु न्यायग्रन्थस्य ग्रन्थे अधिकरणस्य नाम अनियोगी अपि अस्ति, अतः भूतलम् अनियोगी अपि अस्ति, अपि च अधिकरणम् अपि अस्ति. अतः भूतले अनियोगिता अपि अस्ति, अधिकरणता अपि अस्ति. इयं चानियोगिता न अभावनिष्ठविरोधरूपा. यस्य अधिकरणस्य अन्यतमनाम अनियोगिता इति अत्र दत्तमस्ति, तत् अनियोगिता अभावनिष्ठ नास्ति. यत्र अभावनिष्ठे विरोधः अस्ति, अभावे यत्र विरोधः अस्ति तत्रापि वयम् अनियोगिता इति वक्तुं शक्नुमः, परन्तु अत्र अनियोगिताशब्दस्य अर्थः अभावनिष्ठविरोधः इति नास्ति, किन्तु अधिकरणनिष्ठः धर्म इति अधिकरणता एव. अत्र अधिकरणस्य अर्थः अधिकरणतायाः अर्थः इत्युक्ते अधिकरणनिष्ठ यः धर्मः अस्ति तत्र अधिकरणता. तथा च भूतले घटानियोगिता अस्ति इत्युक्तौ घटाधिकरणता अस्ति इति अर्थः ग्राह्यः. वयं जानीमः यत् भूतले घट अस्ति, तत्र भूतले घटानियोगिता अपि अस्ति. इत्युक्ते तस्य नाम इत्युक्ते अर्थः किम् इत्युक्ते घटाधिकरणता इत्युक्ते घटस्य अधिकरणं भूतले अस्ति इति अपि अर्थः वयं ग्राह्यः अत्र. हा हा, बहु समीचीनं महोदय. तर्हि सर्वेषां मनसि स्पष्टता जायेत इति भाति. घटानुयोगिता इत्युक्ते घटाधिकरणता. वस्तुतः घटाधिकरणता इति वदामश्चेत् तत्र घटस्य अधिकरणता इति आगच्छति खलु. तद् तथा नास्ति. वस्तुतः अधिकरणता कस्य? अधिकरणता भूतलस्य. भूतलस्य नाम यद्यपि घटस्य अधिकरणता इति वदामः, परन्तु सा अधिकरणता भूतले अस्ति. घटः आधेयः, भूतलम् अधिकरणं, तस्मिन् अधिकरणता अस्ति. अधिकरणस्य अपरनाम अस्ति अनुयोगी. सो घटाधिकरणता भूतले अस्ति, अपि च अत्र दृष्टमस्ति घटानियोगिता अपि भूतले अस्ति. किमर्थम् इत्युक्ते अधिकरणतायाः नाम अधुना वयम् अनियोगिता इति स्वीकुर्मः चेत्. हा हा, अधिकरणम् इत्यस्य अनुयोगी इत्यपि संज्ञा इति कृत्वा. अस्तु, तर्हि इयं संज्ञा अनुयोगी इति संज्ञा अभावविषयः नास्ति इति मनसि भवेत्. अधिकरणस्य विषयः अनुयोगी इत्युक्ते अधिकरणम् इति मनसि भवेत्. अस्तु, सम्यक्. भगिनी, एकः प्रश्नः अस्ति. यदा वयं वदामः भूतलं घटानियोगी, भूतले अधिकरणता अस्ति, भूतले घट अस्ति इति अपि साधु वा न? साधु भगिनि. अस्तु, भूतले घटः अस्ति तदर्थमेव भूतलम् अधिकरणम् अभवत् खलु. अस्तु, नो चेत् भूतलं भूतलमेव. स्पष्टीकरणार्थम्. अस्तु, हा, सम्यक्, समीचीनम्. तर्हि भगिनी, अत्र भूतले घटः अस्ति, भूतले अनियोगिता अस्ति, तर्हि इदानीम् अत्र घटे आदेयता अस्ति इति एव वदामः वा, अथवा तस्यापि नामकरणप्रतियोगिता इति तत्र नास्ति खलु? नास्ति. प्रतियोगिता इति अभावस्य विषयः. यदि घटाभावस्य प्रसङ्गे चर्चा प्रवर्तमाना भवति तदा, परन्तु भूतले घटः नास्ति इत्येव आकारकं ज्ञानम् अस्ति चेत् तदा केवलं घटः इति किम् आधेयः, आधेयता इति. अतः एव मम किञ्चित् भ्रमः आसीत्, यतोहि केवलम् एकस्य एव नामकरणं भिन्नरीत्या कृतम् अत्र. हा, किञ्चित् मिश्रणम् अभवत्. प्रतियोगिता इति अभावविषयः, अनुयोगिता इति अधिकरणस्य विषयः इति अभवत् खलु अत्र. सत्यम्. अस्तु, धन्यवादः. एतावत् वयं न्यायशास्त्र इति जटिलग्रन्थः आसीत् इति मन्ये, परन्तु अत्र अनियोगिता अपि अधिकरणता अस्ति. एतत् सर्वं किमर्थं जटिलं कृतवान् इति वयं न जानीमः, तस्य उद्देशः किम्? समीचीनम्. हा महोदय, वस्तुतः किञ्चित् अहमपि पृष्टवती, तत्र परम्परासम्बन्धः इति आगच्छति. अस्तु, इत्युक्ते गन्धः साक्षात् जले नास्ति, गन्धः पृथिव्याम् अस्ति, पृथिव्याः संयोगेन जले अपि आगच्छति इति. तत्र केनचित् उक्तं यद् तत्र परम्परासम्बन्ध साक्षात् नास्ति इति कृत्वा परम्परासम्बन्धेन भवति इति कृत्वा तत्र सम्बन्धः यत्र आरभ्यते, गन्धात् आरभ्य, गन्धेन गन्धः पृथिवी जलमिति सीक्वेन्स् अस्ति चेत् तस्य आरम्भस्य स्थानम् अस्ति प्रतियोगी इति अन्तः यत्र भवति जलमिति तद् अनुयोगी इति, तस्मिन् स्थले प्रतियोगिता अनुयोगिता उभयोः किञ्चित् आधेयः अधिकरणं तथा समीचीनं भवति इति. परन्तु अभावस्थले किञ्चित् भिन्नरीत्या चिन्तनीयम्, अभावस्थले विरोधरूपा एव इति. तादृश टेक्निकल् टर्मिनालजि अथवा पारिभाषिकप्रयोगः अस्ति. परन्तु अत्र किं कृतवन्तः इत्युक्ते, अधिकरणस्यापि भवति अनुयोगी इति संज्ञा इति कृत्वा अनुयोगिता इत्यस्य भिन्नरीत्या विवरणं जातम् अधिकरणता इति कृत्वा. परन्तु प्रतियोगिता इति सा एव प्रतियोगिता या अभावस्थले आसीत्, तादृशः तादृशी एव संज्ञा तस्य विरोधरूपा इति. केवलम् अनुयोगितायाः विवरणं परिवर्तितम्. अस्तु, किमर्थं तदा कृतवन्तः इति पश्यामः. यतोहि अन्योन्याभावस्थले अपि च अत्यन्ताभावस्थले प्रयोगः कथं भवति इति प्रदर्शनीयमस्ति. इत्युक्ते वाक्येन व्यवहारः शब्दरूपेण प्रयोगः कथं भवति इति, तदर्थमेव किञ्चित् तथा कृतवन्तः. तावदेव भगिनी, अन्य वाक्यमपि वयं उक्तुं शक्नुमः. भूतले घटाभावः अस्ति, यदि भूतलं घटानुयोगी अस्ति, भूतले घटाभावः अस्ति, एतत् उक्तुं शक्नुमः इति शक्यते भगिनि. अग्रिमपरिच्छेदः सा एव. अस्तु, भवती एव पठतु अग्रे. अस्तु, एतां त अधिकरणता रूपाम् अनियोगिताम् आदाय भेद अत्यन्ताभावयोः वैलक्षण्यं सम्प्रदाय इत्थं वर्णयन्ति. इत्युक्ते अधिकरणता यदि अनियोगिता अधिकरणता तस्य अन्य नामकरणमस्ति इति स्वीकृत्य भेद इत्युक्ते अन्योन्याभाव अत्यन्ताभाव द्वयो मध्ये या भिन्नता अस्ति तत् शास्त्रीयरूपे कथं वर्णनीयमस्ति अधो भागे दत्तमस्ति. अत्यन्ताभावस्थले बोधनाय प्रतियोगिता प्रतियोगिवाचकपदस्य प्रथमा अनियोगिवाचकपदस्य च सप्तमी भवति. यथा भूतले घटो नास्ति इति अत्यन्ताभावबोधकप्रयोगः. अत्र च घटाभावः भूतले अस्ति, अभावप्रतियोगिता घटे. तद् वाचकपदोत्तरं प्रथमा विभक्तिः भवति, अभाव अनियोगी भूतलम्. अतः तद् वाचकपदोत्तरं सप्तमी विभक्ति भवति. एवमेव वायौ रूपं नास्ति, रूपे विशेषः नास्ति इति वाक्येषु प्रतियोगिकवाचकपदस्य प्रथमा अनियोगिकवाचकपदस्य सप्तमी विभक्ति समर्थनीया. अत्यन्तभावस्थले बोधनाय प्रतियोगिकवाचकपदस्य प्रथमा अनियोगिकवाचक आं भगिनि, प्रतियोगिक इति न वक्तव्यं, प्रतियोगिवाचकपदस्य. अस्तु, प्रतियोगिक इत्युक्ते किम्? प्रतियोगिक इत्युक्ते प्रतियोगी, प्रतियोगी यस्य सः, तादृशार्थः भवति. अस्तु, तदर्थं अभावं सुभावं सूचय. नुवल् प्रत्यय भगिनि किम्? नुल् इति नास्ति भगिनि, न न, समासान्ते कश्चन प्रत्ययः भवति, प्रतियोगिताकः अभावः इति वदामः खलु, तादृश अर्थः भवेत्. तर्हि क प्रत्ययः तत्र न योजनीयः इति. अस्तु, प्रतियोगिवाचकपद वदतु भगिनि, सरला भगिनि. सो प्रतियोगिवाचकपदस्य समासपदस्य मीन्स् प्रतियोगिनः तस्य पदस्य प्रतियोगी शब्दस्य प्रथमा विभक्ति भवति. अनियोगिवाचकपदस्य अनियोगी शब्दस्य सप्तमी विभक्ति भवति अत्यन्ताभावस्थले. यथा एकनिमिष विजि भगिनि, वाचक वाचक वाचक नुल् प्रत्ययः, नुल् प्रत्ययः वाचकः वाचकः तत्र नुल् अस्ति भगिनि, किन्तु प्रतियोगिताकः तत्र नुल् प्रत्ययः नास्ति. वदति इति वाचकः, पतति वाचकः भगिनि. अधुनापि ध्वनिः आगच्छति, रिपेर् कर्तुम् आगतवती. न विद्या भगिनी भवती भारतात् आह्वयति वा? विजय भगिनी पश्यतु तस्य ध्वनि किं कृतवती भवती इण्टर्नेट् माध्यमेन आगच्छति खलु भगिनि आम् सत्यम् इयर्फोन् अस्ति तावदेव इयर्फोन् अस्ति इयर्फोन् अस्ति इयर्फोन् चेञ्ज् कृतवती सम्यक्तया प्लग् इन् करोतु भगिनि कम्प्यूटर् मध्ये प्रायः तदपि स्यात् इयर्फोन् वा हेड्फोन् अस्ति चेत् सम्यक्तया समीचीनतया प्लग् करोतु अस्तु पुनः अनन्तरं पश्यामि अस्तु अस्तु अस्तु सरला भगिनी पुनः प्रतियोगी वाचक पदस्य इत्युक्ते प्रतियोगी तस्य भवति प्रथमा विभक्ति अनियोगी वाचकपद्यस्य इत्युक्ते अनियोगी तस्य भवति सप्तमी विभक्ति यथा भूतले घटो नास्ति भूतले इति अस्ति अनियोगी तस्य अस्ति सप्तमी विभक्ति घट तस्य अस्ति प्रथमा विभक्ति तत् अस्ति प्रतियोगी अत्र प्रतियोगी इत्युक्ते यस्मिन् तादात्म्येन स्थितमस्ति भूतले अनियोगी अस्ति यत्र घटाभावः अस्ति अत्र च घटाभावः भूतले अस्ति सो घटाभावः भूतले अस्ति यदा वयं पूर्वं दृष्टवन्तः घटाभावे भूतले अस्ति घटाभावः तद्भवति अनियोगी तस्मिन् अस्ति घटाभावः अनियोगिता अभावप्रतियोगिता घटे अस्ति तस्य विरोधः अस्ति घटे सो घटे अभावः अस्ति तस् प्रतियोगिता अभाव घटाभावस्य प्रतियोगिता घटे अस्ति सो घट भवति प्रतियोगी तस्मिन् अस्ति प्रतियोगिता तद्वाचकपदोत्तरं प्रथमा विभक्ति अतः घटस्य भवति प्रथमा विभक्ति प्रतियोगी शब्दस्य प्रथमा विभक्ति अभाव अनियोगी भूतलम् अभाव अस्ति अनियोगी तस्य अस्ति सप्तमी विभक्ति अतः अनियोगी अत्र नपुंसकशब्दः अस्ति अतः इकारान्त अनियोगी भवति अत्र भूतलं नपुंसकशब्दः अस्ति अतः तद् वाचकपदोत्तरं सप्तमी विभक्ति भवति एवमेव वायोरूपं नास्ति अन्यत् उदाहरणम् अस्ति वायोरूपं नास्ति अत्र वायो तस्य अस्ति सप्तमी विभक्ति तत् भवति अनियोगी रूपम् अस्ति प्रतियोगी तस्मिन् अस्ति रूपाभावस्य प्रतियोगिता सो तस् रूपं तस्य अस्ति प्रथमा विभक्ति रूपे विशेष नास्ति तृतीय उदाहरणम् अस्ति रूपे इत्युक्ते यत्र रूपा विशेष अभावः अस्ति रूपे रूप अत्र रूपम् अत्र रूपे तस्य अस्ति सप्तमी विभक्ति विशेष अस्ति तस्मिन् अस्ति विशेषाभावस्य प्रतियोगिता सो विशेष अस्ति प्रतियोगिवाचकशब्दः तस्य अस्ति प्रथमा विभक्ति विशेष अस्ति प्रतियोगी रूपे विशेष नास्ति वाक्येषु प्रतियोगिकवाचकपदस्य प्रथमा अनियोगिवाचकपदस्य सप्तमी विभक्ति समर्थनीया सो अत्यन्ताभावस्थले संक्षेपे अस्ति प्रतियोगिवाचकपदस्य प्रथमा विभक्ति अनियोगिवाचकपद्यस्य सप्तमी विभक्ति सम्यक् भगिनि समीचीनम् इत्येव वार्ता अस्ति इति कस्य अभावस्थले अत्यन्ताभावस्थले भगिनी मम एकः प्रश्नः अस्ति अत्र इदानीम् अत्र वाक्यरूपेण पश्यामः चेत् इद् घटाभावः अस्ति अनन्तरं भूतलम् अस्ति घटाभावे आदेयता अस्ति भूतले अनियोगिता अस्ति घटाभावे अपि अनियोगिता अस्ति विरोधरूप अनियोगिता सत्यं तर्हि द्वयोः अनियोगितयोः कथं भेद यथा मया उक्तं नितरां मिश्रणं कृतवन्तः केवलं किमर्थम् इति चेत् अन्तिमवाक्यं प्रतिपादयितुं प्रतियोगिवाचकपदस्य प्रथमा अनियोगिवाचकपदस्य सप्तमी तावदेव अस्तु अत्र तादृशचिन्तनस्य आवश्यकता नास्ति इति नास्ति घटे या अनुयोगिता अस्ति तस्य सम्बन्धः प्रतियोगितया सह घटाभावे अनुयोगितया अस्ति तस्य सम्बन्धः घटे विद्यमानया प्रतियोगितया सह इति नितरां भिन्ना वार्ता. परन्तु भूतले या अनुयोगिता अस्ति सा अधिकरणता आधेयः अस्ति घटाभावः तेन सह सम्बन्धः भवति तस्य इति चिन्तनीयं. तर्हि अत्र वाक्यमस्ति घटाभावनिष्ठ आदेयता निरूपित अनियोगिताश्रयः भूतलम् इति तावदेव. अनियोगिताश्रय घटाभावनिष्ठ घटाभावनिष्ठ आदेयता निरूपित अनियोगिताश्रयः भूतलम् इति तावदेव भवेत्, अन्यत् किमपि नास्ति. अस्तु अस्तु अस्तु, धन्यवादः. अस्तु समीचीनम्. अस्तु सम्यक्, तर्हि इतः अग्रे सरेम. अग्रिमं प्रायः अस्तु, विजि भगिनी पठतु, विद्या भगिनी प्रतिपादयतु इति. सुमित्रा भगिनी अस्ति वा? अहं प्रयत्नं करोमि भगिनि. अस्तु, एवं पठतु विद्या भगिनी प्रतिपादयतु. वेदस्थले तु प्रतियोग्य अनियोग्य वाचक कथाभ्यां प्रथमाविभक्तिः भवति. यथा घटकपटो न इति, यदि घटभेदपटे अस्ति इति वक्तुम् इच्छति तदा पटः अनियोगी घटकप्रतियोगी. इयमपि पटनिष्ठ अनियोगिता अधिकरणता एव. एवमिह विपरीतमपि सम्भवति. पटभेदः कटनिष्ठ घटनिष्ठ बोधयितुम् इष्टश्चेत् अपि इदं वाक्यं भवति. तर्हि अनियोगिता घटनिष्ठा, अनियोगिता प्रतियोगितयोः आश्रयभेदे अपि विभक्तौ भेदः न एव भवति इति भेदस्थले विशेषः. अस्तु महोदय. विद्या भगिनी अत्र भेदस्थले इत्युक्ते अन्योन्य अभावः यत्र अस्ति. घटः स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति. यत्र घटः तादृशसम्बन्धेन नास्ति इति जगति अन्यत्र सर्वत्र तादृश अभावः भवति घटं विहाय. तत्र अन्योन्य अभावः इति वदामः. तादृश भेदस्थले प्रतियोगिवाचकपदम् अपि च अनुयोगिवाचकपद पदाभ्यां प्रथमाविभक्तिः भवति उभयत्र. अत्र घटः पटः घटः पटो न इत्युक्ते घटभेदः पटे अस्ति इत्युक्ते घटाभावः पटे अस्ति इति. तर्हि अत्र पटः एव अनुयोगी इत्युक्ते अधिकरणं. पटः तादृश अभावस्य अधिकरणम् अस्ति, घटाभावस्य अधिकरणं. घटः एव प्रतियोगी. अत्र घटः घटे या प्रतियोगिता अस्ति ता विरोधरूपप्रतियोगिता. इयमपि पटनिष्ठ अनियोगिता अधिकरणता एव. इत्युक्ते पटे अधिकरणता, पटनिष्ठ अनियोगिता इत्युक्ते पटे अधिकरणता. तत्र घटाभावस्य अधिकरणम् अस्ति पटः. पटे पटः अनियोगी. एवम् इह विपरीतमपि सम्भवति. यदि वयं अत्र पटः घटः न इति वदामः चेत् पटभेदः घटे अस्ति, पटाभावः घटे अस्ति. तर्हि घटनिष्ठ अनियोगिता, इदानीं तादृशपटाभावस्य अधिकरणम् अस्ति घटः. तर्हि पटभेदः घटनिष्ठः बोधयितुम् इष्टः चेत् अपि इदं वाक्यं भवति. तर्हि अनियोगिता घटनिष्ठा इति घटः एव अधिकरणम् अस्ति. तादृशपटाभावस्य अधिकरणं घटः. अनियोगिता प्रतियोगितयोः आश्रयभेदे अपि विभक्तौ भेदः नैव भवति इति भेदस्थले विशेषः. इदानीम् अत्र यदि अत्र घटः पटः न इति वदामः चेत् तत्र घटाभावस्य अधिकरणम् अस्ति पटः. पटे अनियोगिता अस्ति, तर्हि अनियोगितायाः आश्रयः अस्ति पटः. प्रतियोगितायाः आश्रयः अस्ति घटः, तर्हि आश्रयभेदः अस्ति. तथापि अत्र भेदस्थले घटः पटः न इति उभयत्र प्रथमाविभक्तिः एव. घटः अपि प्रथमाविभक्तौ, पटः अपि प्रथमाविभक्तौ एव इति विशेषः. हा समीचीनं. कस्मिन् स्थले? अन्योन्याभावस्थले. हा इत्युक्ते भेदस्थले इत्युक्ते अन्योन्याभावस्थले. समीचीनं भगिनि. तर्हि तत्र वैलक्षण्यमस्ति अत्यन्ताभावस्थले प्रतियोगिवाचकपदस्य प्रथमा अनुयोगिवाचकपदस्य सप्तमी. अनुयोगी इत्युक्ते अधिकरणम् इति मनसि भवेत्. अन्योन्याभावस्थले तथा नास्ति उभाभ्यामपि नाम प्रतियोगि अनियोगिवाचकपदाभ्यां प्रथमाविभक्ति एव घटः पट पटः न पटः घटः न तादृशव्यवहारः भवति इति. अस्तु, कोऽपि प्रश्नः वा अत्र कस्यचित्? अस्तु, मनसि स्पष्टता भवति. अत्र अधिकरणस्य अपि भवति अनियोगी इति संज्ञा. अनियोगी अत्र ह्रस्व इकार अस्ति. अनियोगी, हा हा, किमर्थं प्रायः प्रायः दीर्घ इकार अस्ति अनियोगी शब्दे? चिन्तनं समीचीनं महोदय, किन्तु कस्य संज्ञा अनियोगी? अधिकरणस्य. अधिकरणम् इत्यस्य लिङ्गं किम्? नपुंसकलिङ्ग. सत्यम्, अधिकरणं नपुंसकलिङ्ग लिङ्गपदं. तम् अपररीत्या वक्तुम् इच्छामश्चेत् अनुयोगी इति वदामः. तदर्थमेव ह्रस्वैकारः तत्र. धन्यवादः. यथा गुणि, यस्मिन् गुणः अथवा यस्य गुणः गुणि इति नपुंसकलिङ्ग. कोऽपि ध्वनिः अस्ति महोदय? हा हा, कोऽपि वदति इति भाति पृष्ठभागे. अस्तु, भवतु नाम यस्य गुणः सः गुणि इति नपुंसकलिङ्गे. पुल्लिङ्गे गुणि इति दीर्घ ईकारः, अपि च गुणिनि इति स्त्रीलिङ्गे भवति इति तादृशविषयः. अवगतः? धन्यवादः. समीचीनम् भगिनी. अत्र द्विवचने कथं भवति भगिनी? अनुयोगी प्रथम एकवचने, द्विवचने अनुयोगी इति भवति वा अथवा अनुयोगी अनुयोगी अनुयोगी अनुयोगिनी अनुयोगिनी? ओ अस्तु. फले अनुयोगी जगन्ति. ओ एवमेव, अस्तु अस्तु अस्तु, धन्यवादः. अथवा यत्किमपि नकारान्त वारि वारिणि वारिणि तथा. अस्तु, समीचीनं. तर्हि अग्रे ज्ञानं तद्विषयता इति कश्चन मुख्यः विषयः, तर्हि सर्वे सम्यक्तया शृण्वन्तु इति. राजेन्द्र महोदय पठति वा? आम् भगिनि. ज्ञानं तद्विषयता च विवरणसौकार्य सौकर्याय विषयता विषयिता चेति द्वौ सम्बन्धौ निरूप्यते. तत्र गुणविभागे बुद्धिः ज्ञानम् इति वा गुणः सङ्ग्रहे वक्ष्यते. अयं च सर्वव्यवहाराणां कारणम् इति चोच्यते. कथं? येन कदाचिदपि गौः केनपि प्रमाणेन न ज्ञाता न सः गामानै इत्यादि व्यवहारसमर्थः वक्तुं समर्थः. एवं सर्वत्र ज्ञानं तत् विषयिता च ज्ञाने विषयिता अस्ति अस्ति तत् न ज्ञाने विषयिता नास्ति. महोदय, एवं करोतु, भवान् प्रथमवारं पठति इति चिन्तयित्वा विवरणं करोतु, नूतनाः सन्ति इति. यदस्ति तत्र तस्य विवरणं करोतु कृपया. विवरणसौकर्याय विषयिता विवरणसौकर्याय विषयिता विषयिता चेति द्वौ सम्बन्धौ निरूप्यते. विषयिता एवं विषयिता विषयिता विवरणसौकार्यार्थं तत् विषयिता विषयिता द्वौ सम्बन्धौ निरूप्यते. यते तत्र गुणविभागे बुद्धिः ज्ञानम् इति वा गुणः सङ्ग्रहे वक्ष्यते. गुणविभागे बुद्धेः ज्ञानम् अस्ति वा गुणः सङ्ग्रहे वक्ष्यते. ईदृशी दृश्यते गुणविभागे बुद्धिः ज्ञानम् एव वक्ष्यते. अयं च सर्वव्यवहाराणां कारणम् इति चोच्यते. सर्वेषु व्यवहारेषु बुद्धिः ज्ञानम् अस्ति, तत् कारणम् अस्ति, तत् वदन्ति जनाः, उच्यन्ते कथं येन कदाचित् अपि गौः केनापि प्रमाणेन न ज्ञातः, या कोऽपि जनः अस्ति तत्र सः कदापि गौ न केनापि प्रमाणेन न ज्ञातः, सः गामाने इत्यादि व्यवहारसमर्थः भोक्तुं समर्थः एवं सर्वत्र न यः येन कदापि गौः न दृष्टः, न केनापि प्रमाणेन ज्ञातः, सः गौ विषये व्यवहारसमर्थः वक्तुं समर्थः नास्ति एवं सर्वत्र तथैव भवति प्रसृति सत्यं। तर्हि अत्र नूतनसम्बन्धद्वयम् उत्थापितं, सम्बन्धद्वयं किम्? ज्ञानम् अपि च विषये। महोदय, ज्ञानं कीदृशपदार्थः? ज्ञानं तु गुणः खलु, गुणः अस्ति, गुणः, बुद्धिः इत्युक्ते ज्ञानं, गुणः, तदर्थमेव गुणविभागे बुद्धिः ज्ञानमिति सङ्ग्रहे वक्षते इति, तत् समीचीनं। परन्तु अत्र नूतनसम्बन्धद्वयं, प्रथमे वाक्ये एव सम्बन्धद्वयम् उत्थापितं, तत् विषयिता अपि च विषयिता, हा विषयता, विषयिता, यस्य सम्बन्धे ज्ञानम् अस्ति सः विषयिता, ज्ञानं विषयिता, हा अग्रे पश्यामः, तद् एतावता न आगतम्, अस्माकं पुरातनवर्गे तु पठितम् इति सत्यमेव, परन्तु अत्र प्रथमवारं नूतनसम्बन्धद्वयं विषयता विषयिता इति सम्बन्धद्वयम् आगतं खलु। अपि च अत्र उच्यते यत् सर्वेषां व्यवहाराणां कारणं ज्ञानम्। अत्र उदाहरणं किमस्ति महोदय? अत्र अस्ति यथा यः केनापि कोऽपि जनः अस्ति सः गौः न जानाति, केनापि प्रमाणेन न ज्ञातः, तस्य कृते तु तस्मिन् गौ विषये कोऽपि व्यवहारसमर्थ्यं नास्ति, किमपि वक्तुं सामर्थ्यं नास्ति गौ विषये, यथा सः तस्य कोऽपि ज्ञानः न आसीत् पूर्वम् इति वक्तुं समर्थः नास्ति इति कृत्वा सः गामानय, गामानय इत्युक्ते गाम् आनयतु, आनयतु इति मध्यमपुरुषे आनय, गामानय इति व्यवहारं कर्तुमेव समर्थः न भवति यदा सः गां न जानाति चेत्, केनचिदपि प्रमाणेन, प्रमाणमिति तु अग्रे गत्वा पश्यामः, ज्ञानं साधयितुं प्रत्यक्षप्रमाणम्, अनुमानप्रमाणम्, उपमानप्रमाणं, शाब्दबोधः इति प्रमाणचतुष्टयमस्ति, केनचिदपि प्रमाणेन यस्य कस्यापि मनसि गोः विषये ज्ञानं नास्ति चेत् सः व्यवहारमेव कर्तुं न शक्तः भवति, व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः, मनसि भवेत् व्यवहारः इत्युक्ते न्यायशास्त्रे ज्ञानजनकशब्दप्रयोगः, अपरेषां मनसि ज्ञानं जनयितुं व्यवहारः शब्दप्रयोगः करणीयः भवति, तादृशशब्दप्रयोगस्य अथवा व्यवहारस्य कारणं ज्ञानम् इति अवश्यं भवेत् पूर्वमेव इति बुद्धम्। अस्तु सम्यक्, तर्हि ज्ञानमपि एकः गुणः इति मनसि भवेत्, अपि च अत्र सम्बन्धद्वयं नूतनतया उपस्थापितं, विषयता विषयिता, तौ कुत्र भवेताम् इति अग्रे पश्येम। मुरळीमहोदय अग्रे कृपया। अतः अस्ति ज्ञानोपक्ष क्षम्यतां भगिनि, ज्ञानापेक्षा किञ्च यः घटं जानाति न सः तथा मठं वा जानाति, एवं यदा पटं जानाति न तदा पटं घटं मठं वा, एवं अन्यत्रापि अन्यथा एकेन ज्ञानेन सर्वे अपि पदार्थाः ज्ञाताः इति सः सर्वज्ञ एव स्यात्। अतः अस्ति ज्ञानापेक्षा आम् अवगच्छति वा? अतः अस्ति ज्ञानापेक्षा, ज्ञानस्य अपेक्षा अतः अस्ति। किमर्थम् अस्ति ज्ञानस्य अपेक्षा? व्यवहारं कर्तुं, ज्ञानसम्बन्धं जनकं, शब्दस्य जनकम्। उदाहरणं तत् शब्दात् गोः एतापि किञ्च यः कश्चित् घटं जानाति सः तथा तदा पटं मठं वा जानाति। किञ्च यः कश्चित् घटं जानाति सः तदा पटं मठं वा जानाति वा न जानाति। अत्र न इति अस्ति अव्ययं, पश्यतु। न जानाति नो, तस्य अर्थः वा पटं मठं वा तस्य अर्थः कः महोदय? नाम यः कोऽपि यदा घटः इति ज्ञानं कस्यचित् मनसि भवति तदा पटः मठः इति ज्ञानं तस्य मनसि नास्ति इति वार्ता। इत्युक्ते ज्ञानं क्षणिकम्, ज्ञानं क्षणिकम्, एकस्मिन् क्षणे एकमेव ज्ञानं भवति। यद्यपि वयं सर्वं दृष्ट्वा ओ अस्तु अहम् अधुना किं सूर्योदयं सूर्यमपि पश्यामि, अहं किं वातायनमपि पश्यामि इति यद्यपि बहूनि वस्तूनि दृश्यन्ते अस्माकं मनसि, यद्यपि बहूनि ज्ञानानि सन्ति इति भाति, किन्तु तद् समीचीनं नास्ति इति न्यायशास्त्रे, न्यायशास्त्रे एव इति न, किन्तु ज्ञानं क्षणिकमस्ति, एकस्मिन् क्षणे बहु शीघ्रं शीघ्रं बहूनि ज्ञानानि भवन्ति अस्माकं मनसि इति कृत्वा बहूनि ज्ञानानि सन्ति, बहवः विषयाः सन्ति इति भाति, परन्तु तत् सत्यं न। एकस्मिन् क्षणे एकमेव ज्ञानं भवति मनसि, घटः इति एकं ज्ञानम्, अयं घटः इति ज्ञानम् एकस्मिन् क्षणे भवति चेत् तदा पटः मठः इति ज्ञानं न भवति मनसि। पटस्य जानाति तदर्थं तदर्थं प्रश्नः यत्र घटं ज्ञानम् अस्ति जानाति, ज्ञानमस्ति चेत् क्षणे घटस्य मठस्य ज्ञानं न जानाति इत्युक्ते इत्येव उक्तं, ज्ञानम् इति क्षणिकमस्ति, एकस्मिन् क्षणे आत्मनि एकमेव ज्ञानं भवति, घटः इति ज्ञानं भवति चेत् तस्मिन् क्षणे पटः मठः इति ज्ञानं न भवति, क्षणिकम् इति। अस्तु, न क्षणिकं क्षणिकम्। एवं यथा पटं जानाति न तथा घटं वा, तदेव पटस्य ज्ञानं जानामि तत्क्षणात् ज्ञानं क्षणिकं, तस्मात् तस्य तत्क्षणात् घटस् अथवा मठं ज्ञानं न जानामि न जानाति। एवं इद तस्मात् अनेकविषयं लोकव्यवहारम् अस्ति सर्वत्र, उदाहरणार्थमेव पटं मठं घटं शब्दम् उपयोगित्वा अथवा सर्वत्र लोकव्यवहारे सर्वपदार्थानि तथैव महोदय, इत्युक्ते एकः एव पदार्थः ज्ञानस्य विषयः भवति इति। अस्तु, ज्ञानस्य विषयः अन्यथा एकेन ज्ञानेन सर्वे अपि पदार्थाः ज्ञाताः इति सः सर्वज्ञ एव स्यात्। इत्युक्ते यथा उक्तम् अत्र ज्ञानं क्षणिकं, यदा घटं जानाति तदा पटं न जानाति मठं न जानाति, यदा पटं जानाति तदा घटं न जानाति मठं न जानाति इति एव स्वीकर्तव्यं। नो चेत् किं भवति, एकं ज्ञात्वा एकेन ज्ञानेन सर्वेपि पदार्थाः ज्ञाताः इति आगच्छति खलु। घटं ज्ञात्वा सर्वं जानाति अथवा पटं ज्ञात्वा सर्वं जानाति इति आगच्छति, तत् सत्यं नास्ति इति वार्ता। ज्ञानं क्षणिकम्, एकं पदार्थं ज्ञात्वा अपरं ज्ञातुं नूतनं ज्ञानम् उत्पद्यते, अपरं ज्ञातुं नूतनज्ञानम् उत्पद्यते, तथा एकं भगिनि, तत्र सर्वज्ञः शब्दस्य अर्थं किम्? सर्वज्ञः इत्युक्ते यः सर्वं जानाति सः सर्वज्ञः खलु। ईश्वरः, हा ईश्वरः वा अथवा मनुष्यः यः कोऽपि, अत्र वार्ता का इति चेत् यः कोऽपि एकं ज्ञात्वा अपरं जानाति चेत् सः सर्वज्ञः भवति, तथा नास्ति। पृथक् पृथक् पृथक् ज्ञानं भवेत्, एकं ज्ञात्वा अपरं ज्ञात्वा अपरं ज्ञात्वा तदा नूतनानि ज्ञानानि सर्वदा उत्पद्यन्ते मनसि, एकेन ज्ञानेन सर्वं ज्ञातुं न शक्नुमः इति वार्ता। ज्ञानं तादृशं, धन्यवादः, ज्ञानं क्षणिकं क्षणिकम् एवं च बुद्धं भगिनि। अस्तु, अन्ये केऽपि पठतु इति। शिवरां कुलकर्णी महोदय पठति वा? महोदय एकः प्रश्नः अस्ति, अत्र ज्ञानं क्षणिकम् इति नास्ति, अहं चिन्तयामि अत्र वार्ता अस्ति, यद्यपि भवान् एकस्य पदार्थस्य ज्ञानम् अस्ति चेत् अपि सः सर्वज्ञ न भवति इति वार्ता अस्ति, अहं चिन्तयामि। सत्यं महोदय, इति एव उक्तं, नाम एकस्मिन् क्षणे एकं ज्ञानम् अस्ति मनसि, घटः इति, तावदेव। तस्मिन् क्षणे, मिलि सेकेण्ड्स् मैक्रो सेकेण्ड्स्, यस्मिन् क्षणम् इति अतीव लघु, अस्तु, तस्मिन् स्थाने पटः मठः इत्यस्य ज्ञानं न भवति, नूतनं ज्ञानम् आवश्यकम्। एकस्मिन् क्षणे घटज्ञानम्, अपरस्मिन् क्षणे पटज्ञानम् इति एव प्रश्नः खलु भवतः। सम्यक्, अस्तु, शिवरां महोदय कृपया। एवं च यदा यस्य पदार्थस्य ज्ञानं तदा सः एव पदार्थः ज्ञातः न अन्यः इति व्यवस्था सिद्धये ज्ञानस्य एवं घटपटादीनां कश्चित् सम्बन्धः कल्प्यः, स एव च विषयता सम्बन्धः। घटज्ञानकाले यद्यपि घटः वर्तते पटः अपि वर्तते, परन्तु ज्ञानस्य विषयता सम्बन्धः घटेन सह एव वर्तते न पटेन सह इति। वदन्ति च जनाः चन्द्रमसं पश्यामि अहं न अरुन्धतिम्। अत्र एवं च यदा यस्य पदार्थस्य ज्ञानं तदा सः एव पदार्थः ज्ञातः अन्य इति व्यवस्था सिद्धे ज्ञानस्य एव घटपटादीनां कश्चित् सम्बन्धः कल्प्यः। पदार्थस्य तथा ज्ञानस्य सम्बन्धः वर्तते, एतत् व्यवस्था अत्र अभवत्। ज्ञानस्य यः पदार्थः वयं पश्यामः, शिवरां महोदय किञ्चित् अपरत्र उपविशति वा, कोऽपि ध्वनिः, अनन्तरं पठामि महोदय। अस्तु, सभ्यमहोदय वक्तुमिच्छति वा? आम् आम् आं भगिनि। एवं च यदा यस्य पदार्थस्य ज्ञानं तदा स एव पदार्थः ज्ञातः अन्यः इति व्यवस्थासिद्धये ज्ञानस्य एवं घटपटादीनां कश्चित् सम्बन्धः कल्प्यः, स एव च विषयतासम्बन्धः। घटज्ञानकाले यद्यपि घटो वर्तते पटोऽपि वर्तते, परन्तु ज्ञानस्य विषयतासम्बन्धः घटेन सहैव वर्तते न पटेन सह इति। वदन्ति वा जनाः चन्द्रमसं पश्यामि अहं न अरुन्धतिम्। अस्तु, एवं च यदा यस्य पदार्थस्य ज्ञानं तदा स एव पदार्थः ज्ञातः न अन्यः इति व्यवस्थासिद्धये ज्ञानस्य एवं घटपटादिनां कश्चित् सम्बन्धः कल्प्यः. यदा वयं दृष्टवन्तः कोऽपि जनः अस्ति यदा सः घटं जानाति तस्मिन् क्षणे अपि पटं मठं न जानाति. यदा पटं जानाति तर्हि घटं मठं न जानाति. इत्युक्ते एकस्मिन् क्षणे ज्ञानम् एकमेव, इत्युक्ते घटविषये ज्ञानम् अथवा पटविषये ज्ञानम् एकस्मिन् क्षणे एकमेव. तर्हि यस्य पदार्थस्य ज्ञानं भवति एकस्मिन् क्षणे तर्हि तस्य एव पदार्थः सः जानाति यः यस्मिन् ज्ञानम् अस्ति, न अन्य पदार्थाः. अन्यपदार्थाः सन्ति तत्र, परन्तु तस्य विषये तस्मिन् क्षणे ज्ञानं नास्ति. तर्हि वदति तदा स एव पदार्थः ज्ञातः नान्यः इति व्यवस्थासिद्धये ज्ञानस्य एव घटपटादीनां कश्चित् सम्बन्धः कल्पः. इत्युक्ते घटः अस्ति पटः अस्ति परन्तु एकस्मिन् क्षणे तस्य ज्ञानं घटः जानाति, सः घटः जानाति. पटः तत्र अस्ति परन्तु सः पटं तस्मिन् क्षणे तस्य ज्ञानं पटम् इति नास्ति, घटमेव अस्ति. तर्हि कश्चन घटः अस्ति पटः अस्ति तत्र परन्तु ज्ञानविषयः घटः अस्ति, तर्हि कश्चित् सम्बन्धः इति आवश्यकं, ज्ञानस्य सम्बन्धः. तर्हि न्यायायिकानां कश्चित् सम्बन्धः कल्पितः. तर्हि अग्रवाक्ये तत् लिखितमस्ति स एव च विषयता सम्बन्धः. तर्हि तस्य नामम् अत्र दीयते, नामकरणं भवति तस्य ज्ञानस्य, तस्य नामस्ति विषयता सम्बन्धः. विषयता सम्बन्धः महोदय कयोः मध्ये भवति? हा, इत्युक्ते अस्माकं ज्ञानमस्ति एवं कस्मिन् विषये ज्ञानमस्ति. इदानीं घटः पश्यति चेत् घटः एकः वस्तु अस्ति, तर्हि तस्य ज्ञानं भवति. तर्हि ज्ञानं सरलरीत्या वदतु, कयोः मध्ये भवति विषयता सम्बन्धः? सम्बन्धः इति वदामश्चेत् द्वौ पदार्थौ भवेताम् खलु, तर्हि कयोः मध्ये भवति? इदानीं सम्बन्धः पदार्थः ज्ञानस्य पदार्थेन सह सम्बन्धः भवति. बहु समीचीनं, ज्ञानम् अपि च पदार्थः तयोः मध्ये सम्बन्धः भवति इति. अस्तु, अपि च यथा महोदयेन अपि उक्तं सर्वेषां ज्ञानानाम् एकः विषयः भवति अयम्. अस्तु, अग्रे पठतु महोदय. घटज्ञानकाले यद्यपि घटो वर्तते पटोपि वर्तते, परन्तु ज्ञानस्य विषयता सम्बन्धः घटेन सह एव वर्तते न पटेन सह इति. इत्युक्ते कस्मिन् प्रकोष्ठे घटः अपि अस्ति पटः अपि अस्ति, परन्तु ज्ञानस्य सम्बन्धः अस्ति घटेन सह. तर्हि तस्मिन् काले, इत्युक्ते तस्मिन् खले तस्मिन् काले अथवा तस्मिन् क्षणे घटज्ञानं भवति. तर्हि यद्यपि घटो वर्तते पटोपि वर्तते तस्मिन् प्रकोष्ठे, परन्तु ज्ञानस्य विषयता सम्बन्धः घटेन सह तस्मिन् क्षणे भवति न तु पटेन सह. तर्हि सम्बन्धः यथा किमर्थम् इत्युक्ते ज्ञानस्य सम्बन्धः घटेन सह अस्ति न तु पटेन सह. किमर्थम् इति एकक्षणे केवलम् एकं ज्ञानं भवति, एकस्मिन् विषये ज्ञानं भवति. तर्हि घटं पटम् अस्ति एव, परन्तु घटेन सह ज्ञानं. हा, विषयः इति मुख्यः. प्रत्येकं ज्ञानस्य एकः विषयः अथवा बहवः विषयाः स्युः, परन्तु अयं घटः इति यदा ज्ञानं भवति तदा विषयः कः महोदय? घटः इति विषयः. घटः इति विषयः. तर्हि ज्ञानम् अपि च घटः तयोः मध्ये एव विषयता सम्बन्धः. ज्ञानं पटः तयोः मध्ये नास्ति इति वार्ता. विषयता सम्बन्धः ज्ञानम् अपि च तस्य विषयः तयोः मध्ये इति. अस्तु महोदय, अग्रे. वदन्ति च जनाः चन्द्रमसं पश्यामि अहं न अरुन्धतिम्. अहं चिन्तयामि अत्र उदाहरणे इदानीं कोऽपि जनः अस्ति सः पश्यन्ति चन्द्रं, तर्हि ज्ञानस्य विषयः अस्ति चन्द्रं, तर्हि तत्र अरुन्धति इत्युक्ते मार्निङ्ग् स्टार् प्रायशः अस्ति, तदपि अस्ति आकाशं, परन्तु ज्ञानस्य विषयः चन्द्रमस्ति न तु अरुन्धति. तर्हि एतत् उदाहरणं दत्तमस्ति. समीचीनं महोदय. इत्युक्ते एकस्मिन् क्षणे एकमेव ज्ञानं, यद्यपि चन्द्रमस् इति सकारान्तपदमस्ति वस्तुतः चन्द्रः, यद्यपि कोऽपि चन्द्रमपि पश्यति अपि च अरुन्धतिं न दृश्यते किन्तु पश्यति इति वदन्ति जनाः, यद्यपि द्वौ अपि दृश्येते तथापि एकस्मिन् क्षणे ज्ञानस्य विषयः एकः एव, पटः वा भवतु घटः वा भवतु, तयोः मध्ये विषयता इति सम्बन्धः. अस्तु, सम्यक्. स्पष्टता अस्ति वा सर्वेषां मनसि तर्हि? अस्तु, इतः अग्रे सुमित्रा भगिनी. राजेन्द्र महोदय किञ्चित् म्यूट् करोति वा कृपया, कोऽपि ध्वनिः आगच्छदस्ति, यदा वदति अन्म्यूट् करोतु इति प्रार्थना. भगिनि, महान् विषयः अस्ति खलु, अग्रे बहुवारम् आगच्छति अयं घटः इत्युक्ते ज्ञानस्य विषयः कः, तस्मिन् उदाहरणं तर्हि बहुमूल्यवान् इत्युक्ते उदाहरणम् अस्ति अयं घटः इत्युक्ते ज्ञानस्य विषयः कः घटः इति. हा हा हा, आम् अवश्यं महोदय, वारं वारम् आगच्छति इति. ओ सुमित्रा भगिनी, अस्तु, न श्रूयते. अस्तु, भवतु नाम अन्य कोऽपि पठतु इति. रवि, पठामि वा? हा, पठतु महोदय. तथा च ज्ञानस्य पदार्थेन यः सम्बन्धः सः विषयता, ज्ञानस्य घटः विषयः, अतः घटे विषयता, अयमेव च सम्बन्धः. वैपरीत्येन विचारे विषयः अस्य अस्ति इति विषयी ज्ञानं, ज्ञाने विषयिता, तर्हि घटस्य ज्ञानेन यः सम्बन्धः सः विषयिता सम्बन्धः. ज्ञानस्य पदार्थेन यः सम्बन्धः अस्ति सः विषयता सम्बन्धः. घटज्ञानकाले घटस्य ज्ञानं भवति, ज्ञाने घटः भवति, सः विषयता सम्बन्धः. नाम ज्ञानस्य विषयः तत्र घटः अस्ति. अनन्तरं वयं यदि विपरीतमार्गेण घटदृष्ट्या वयं चिन्तयामः चेत् विषयः अस्य अस्ति विषयी ज्ञानं, तर्हि ज्ञाने विषयिता अस्ति. घटस्य ज्ञानेन सह यः सम्बन्धः अस्ति सः सम्बन्धः विषयिता सम्बन्धः. नाम ज्ञानस्य घटेन सह सम्बन्धः विषयता सम्बन्धः, घटस्य नाम पदार्थस्य ज्ञानेन सह यः सम्बन्धः भवति सः सम्बन्धः विषयिता सम्बन्धः. पुनः ज्ञाने घटस्य विषयिता अस्ति, ज्ञाने घटमस्ति, ज्ञाने घटः विषयः, ज्ञाने घटविषयः अस्ति, ज्ञाने ज्ञानकाले घटविषयस्य ज्ञानं दत्ता अस्ति सः घटदृष्ट्या वयं चिन्तयामः चेत् सः विषयिता सम्बन्धः. हा, बहु समीचीनं. पुनः ज्ञानं विषयि किमर्थम्? ज्ञानं विषयि, ज्ञाने घटस्य विषयः अस्ति, ज्ञाने विषयः अस्ति, घटस्य विषयः अस्ति, तत्तत् कारणेन ज्ञाने विषयिता, ज्ञाने विषयि, ज्ञानं विषयि. पुनः ह्रस्व इकारान्त पश्यतु तत्र किमर्थं तथा विषयि, किमर्थं ज्ञाने विषयि, ज्ञानं विषयि, ज्ञानं विषयि, ज्ञानं विषयि इति वदामः यतोहि ज्ञानस्य विषयः अथवा ज्ञाने विषयः अस्ति, यस्मिन् अस्य अस्मिन् वा इति इणि प्रत्ययः विषयि, विषयि ज्ञानं. विषयि इत्यस्य भावः कः? विषयि नाम तत् पदार्थः अस्ति, विषयि विषयिता, विषयिता, विषयिता, विषयिता, महोदय. अत्र मम प्रश्नः आसीत् ज्ञानं विषयि ह्रस्व इकारान्त नपुंसकलिङ्गे अस्ति इति कृत्वा विषयि इति उक्तम् इणि प्रत्ययः ज्ञानमस्य अस्ति इति. तौ उक्तवत्यौ एव, ते उक्तवत्यौ भगिन्यौ, विषयी इत्यस्य भावः कः? सुन्दरः इत्यस्य एकनिमिषः, सुन्दरः इत्यस्य भावः कः? विशेषणमस्ति न महोदय, सुन्दरः इत्यस्य भावः कः? भावः सुन्दरता खलु, सुन्दरता विषयी इत्यस्य भावः कः? विषयिता. विषयिता कुत्र अस्ति? विषयिता ज्ञाने अस्ति. हा इति भवेत्. अस्तु, विषयः इत्यस्य भावः कः? विषयः विषया इत्यस्य भावः विषयता. विषयता विषयता विषयता विषयता घटे अस्ति. विषयता घटे अस्ति, यतोहि घटः घटे घटः विषयः. ज्ञाने विषयिता, घटे विषयता. विषयिता अन्ततो गत्वा उक्तं. तर्हि घटस्य ज्ञानेन यः सम्बन्धः सः विषयिता सम्बन्धः. द्वौ अपि भावः भावः इति यद्यपि वदामि, किन्तु द्वौ अपि धर्मौ स्तः. सुन्दरस्य धर्मः सुन्दरता, भाववाचकपदेन धर्मः निष्पन्नः भवति. अस्तु, तर्हि मनसि एकं चित्रं रचयन्तु. चित्रं नास्ति अत्र, अग्रे गत्वा आगच्छेत्. घटः अस्ति, घटे किमस्ति? ज्ञानम् अस्ति, ज्ञाने किमस्ति? ज्ञाने विषयिता अस्ति. विषयिता अस्ति, तर्हि घटः अधः, विषयता उपरि. ज्ञानम् अधः, विषयिता उपरि. यथा सामान्यम् अधिकरणता अधेयतनिरूप्यनिरूपकभाव अत्रापि तथा भवति. अस्तु, घटनिष्ठविषयतानिरूपितज्ञाननिष्ठविषयिता. विषयता विषयिता तयोः मध्ये अवश्यं भवति निरूप्यनिरूपकभावः इति. एवमेव ज्ञाननिष्ठविषयितानिरूपितघटनिष्ठ किं विषयता विषयता इति अवश्यं भवति. अस्तु, तर्हि इतोपि किञ्चित् वक्तव्यमस्ति. घटः इति ज्ञानं, ज्ञाने विषयता इति खलु. तर्हि वयं किं वदामः इत्युक्ते, यद्यपि किम् उक्तम् अत्र, घटस्य ज्ञानेन यः सम्बन्धः विषयिता, अपि च ज्ञानस्य घटेन सह सम्बन्धः विषयता इति यद्यपि उक्तवन्तः, परन्तु अत्र वार्ता का इति चेत्, घटः ज्ञाने अस्ति इति अङ्गीकर्तुं शक्नुमः वा? घटः विषयः, ज्ञाने विषयः अस्ति इति कृत्वा घटः ज्ञाने अस्ति इति अङ्गीकर्तुं शक्यते वा? किं वदन्ति सर्वे? आम्, सत्यं सत्यं, घटः ज्ञाने अस्ति इति अवश्यम् अङ्गीकर्तुं शक्यते. ज्ञानम् अपि घटे अस्ति इति वार्ता, तदङ्गीकर्तुं शक्यते वा? सत्यं अङ्गीकर्तुं शक्यते इत्युक्ते, हा, ज्ञाने विषयः अस्ति, ज्ञानः विषयी तस्मिन् विषयः इति स्वीकृत्य ज्ञाने घटः इति अङ्गीकर्तुं शक्यते. किन्तु प्रायः घटे अपि ज्ञानम् अस्ति इति वक्तुं किञ्चित् कोऽपि क्लेशः अनुभूयेत, परन्तु वार्ता का इति चेत्, घटः एवमेव अस्ति, पदार्थः इति एवमेव अस्ति, वृक्षः नदी सर्वम् अस्ति जगति, परन्तु यावत् ज्ञानं नास्ति, यावत् तस्य ज्ञानं न भवति, तावत् पर्यन्तं ते पदार्थाः विषयाः न भवन्ति इति वार्ता. तदर्थं विषये अपि ज्ञानमस्ति इति वक्तव्यं भवति. नाम घटः ज्ञाने अस्ति, ज्ञानं घटे अस्ति, विषयः विषयिणी अस्ति, विषयी विषये अस्ति इति उभयता आधाराधेयभावः गच्छति. अयमेव वृत्ति अनियामकसम्बन्धः इति उच्यते. वृत्ति अनियामकः सम्बन्धः. अस्तु, अधुना भूतले घटः अस्ति इति वदामश्चेत् तत्र अधिकरणं किम्? अधेयः कः? घटः. आधेयः इत्युक्ते आधेयः इत्युक्ते वृत्तिः. वृत्तिः इत्युक्ते आधेयः. तर्हि तस्मिन् सन्दर्भे वृत्तिः निश्चितः अस्ति वा? आम् सत्यम्, निश्चितः खलु. तर्हि घटभूतलयोः यः संयोगसम्बन्धः अस्ति, घटः भूतले संयोगेन वर्तते खलु, द्रव्ययोः संयोगः, हा निश्चयेन वक्तुं शक्नुमः घटः भूतले इति भूतलपदस्य सप्तमी विभक्ति. इत्युक्ते संयोगः इति वृत्तिनियामकसम्बन्धः, वृत्तिः नियामितः, नियामिता अस्ति, निश्चितः अस्ति इति वृत्तिनियामकसम्बन्धः अस्ति घटः भूतले इति. अवगतं वा? हा. परन्तु ज्ञानं तद्विषयता, अत्र वृत्ति अनियामकः. मुरळीमहोदय म्यूट् करणीयं, स्टाटिक् नाय्स् इति किञ्चित्. हा, वृत्ति अनियामकः सम्बन्धः अस्ति इति वक्तव्यं भवति. ज्ञानं तद्विषयता तथा. अयं घटः इत्यस्मिन् ज्ञाने विषयी अस्ति ज्ञानं, विषयिणी अपि विषयः घटः, अपि च घटः विषयः अस्ति, विषये घटे विषयी ज्ञानं वर्तते इति. तावत्पर्यन्तं बुद्धं स्यात्, वृत्ति अनियामकत्वम् आगतं. तदनन्तरं किञ्चित् इतोपि वक्तव्यं भवति. अस्तु, ज्ञानं घटे अस्ति चेत् ज्ञानं घटे केन सम्बन्धेन इति आगच्छति प्रश्नः खलु. यथा सामान्यं घटः भूतले अस्ति इति चेत् घटः भूतले केन सम्बन्धेन इति प्रश्नः आगच्छेत् किल. तद्वत् ज्ञानं घटे अस्ति चेत् केन सम्बन्धेन इति आगच्छति, तदा ज्ञानं विषयतासम्बन्धेन घटे अस्ति इति वक्तव्यम्. ज्ञानं विषयतासम्बन्धेन घटे अस्ति इति आगच्छति. घटः ज्ञाने अस्ति चेत् घटः विषयितासम्बन्धेन ज्ञाने अस्ति. अत्र नास्ति पुस्तके, लिखन्तु यदि इच्छन्ति. ज्ञानं विषयतासम्बन्धेन घटे अस्ति. घटे यः विषयता इति सम्बन्धः अस्ति, तेन सम्बन्धेन ज्ञानं घटे अस्ति. ज्ञानं विषयतासम्बन्धेन घटे, घटः विषयितासम्बन्धेन ज्ञाने अस्ति इति आगच्छेत्. बुद्धं वा? स्पष्टता अस्ति अस्मिन् विचारे? आं भगिनि, प्रश्नः अस्ति अत्र, घटः भूतले अस्ति तस्मिन् सन्दर्भे वृत्तिनियामकसम्बन्धः इति उक्तवती वा? सत्यं. हा, परन्तु ज्ञानस्य विषये वृत्ति अनियामकसम्बन्धः इति उक्तवती, तत्र तत्रापि सम्बन्धः निश्चितः अस्ति खलु, किमर्थम् अत्र अनियामकसम्बन्धः? हा, यतोहि हा इति सत्यमेव भगिनि. अहम् अस्तु, विषयतासम्बन्धेन घटे अस्ति चेत् तत्र नियमितम् अस्ति इति, विषयिता इति भवति पृष्ट भवत्याः विवक्षा खलु. परन्तु एकवारं यदि विषयता विषयिता इति त्यजतु, ज्ञानम् अपि च विषयः तयोः मध्ये कश्चन सम्बन्धः अस्ति इति चिन्तयतु. सः सम्बन्धः कीदृशः स्यात् इति चेत् वृत्ति अनियामकः. हा, इति कश्चन परिष्कारः मयापि करणीयः इति भाति. वृत्ति अनियामकज्ञानम् अपि च तद्विषयः, तस्य विषयः, तयोः मध्ये कीदृशसम्बन्धः इति चेत् वृत्ति अनियामकः इति वदामः. अनियामकः यतोहि तत्र विषयः निश्चितः नास्ति इति वा? वृत्तिः निश्चितः नास्ति. वृत्तिः इत्युक्ते किम्? आधेयः खलु. ओ, आधेयः निश्चितः नास्ति इति कृत्वा किमर्थम् आदेयः निश्चितः नास्ति? इदानीम् अत्र घटः, घटः इति विषयः अस्ति, परन्तु अनन्तरं घटः नास्ति, अन्य विषयः अस्ति. विषयः निश्चितः न, क्षम्यतां, वृत्तिः निश्चितः नास्ति इति उक्तं, यतोहि ज्ञानमपि वृत्तिः भवति, घटः अपि वृत्तिः भवति खलु. यतोहि तादृशसम्बन्धः बैडैरेक्षनल् अस्ति, ज्ञानं ओ ओ परन्तु घटः भूतले अस्ति, तत्र बैडैरेक्शनल् नास्ति वा? अत्र भूतलं द्वयोः संयोगसम्बन्धः इति उक्तं, तत्रापि बैडैरेक्शनल् अस्ति खलु? संयोगः उभयत्र घटे अपि अस्ति, अपि च किं भूतले अपि इति सत्यमेव. परन्तु चिन्तयतु, घटः भूतले अस्ति इत्यत्र वृत्तिः इति निश्चितं वा, नियमिता वा? वृत्तिः निश्चितः, घटः एव आधेयः. भूतलं कदाचिदपि आधेयः भवति वा तस्मिन् सन्दर्भे? न खलु, न भवति. हा, इति वृत्तिनियामकसम्बन्धः इति वदामः, संयोगः. परन्तु ज्ञानम् अपि च तस्य विषयः, यथा एतत् सर्वम् आगच्छति खलु विषयतः, वृत्ति अनियामकत्वं, वृत्ति अनियामकत्वम् इति वदामः. ओ, इत्युक्ते ज्ञानमपि अधिकरणं भवितुम् अर्हति, घटः अपि अधिकरणं भवितुम् अर्हति इति तादृशं वा? इति तादृशं. परन्तु अस्माकम् अवधानमस्ति वृत्ति आधेयस्य विषये. इत्युक्ते ज्ञानमपि वृत्तिः भवितुम् अर्हति, घटः अपि वृत्तिः भवितुम् अर्हति इति. हा, अस्तु भगिनि, धन्यवादः. भगिनि, तर्हि वृत्ति अनियामकसम्बन्धः तत्र दिशि उभयत्र अस्ति इत्युक्ते घटः आकाशे अस्ति, आकाशः घटे अस्ति इत्युक्ते तत्र आधारः आकाशः भवितुमर्हति, घटः अपि भवितुमर्हति. महोदय, एकवारं तथा चर्चितम् अस्माकं वर्गे, किन्तु अस्माकं प्रौढवर्गः गच्छति खलु द्रोणमहोदयस्य वर्गे, तत्र किं जातम् इतोपि कश्चन परिष्कारः जातः. तत्र आकाशे किमपि न वर्तते इति वार्ता वस्तुतः, यद्यपि अस्माकं पुरातनवर्गे तथा उक्तं घटे आकाशः, आकाशे घट, तन्न साधु इति. यतोहि आकाशे किमपि नास्ति, आकाशे किमपि संयोगेन न वर्तते इति स्वीकर्तव्यम्. आकाशः इति विभुद्रव्यं खलु, केवलं आकाशघटयोः संयोगः तावदेव वक्तुं शक्यते. आकाशभूतलयोः संयोगः इति सत्यमेव, परन्तु आधाराधेयभावं कल्पयितुं न शक्यते संयोगसम्बन्धेन. कुत्र? यत्र एकं विभुद्रव्यम् अपि च अनन्तरम् अपरं मूर्तद्रव्यम् अस्ति चेत् तत्र. अस्तु अस्तु अस्तु इति वार्ता अस्ति. हा, इति पूर्वं चर्चितम् अस्माकं वर्गे, किन्तु तत्र कश्चन परिष्कारः अपेक्षितः. आकाशे किमपि संयोगेन न वर्तते इति. परन्तु एतत् समीचीनमस्ति, ज्ञानं घटे, घटः ज्ञाने इति वृत्ति अनियामकसम्बन्धस्य उदाहरणम्. अपि च अन्या एका वार्ता अत्र का इति चेत्, ज्ञानं विषयतासम्बन्धेन घटे वर्तते इति उक्तं खलु. विषयता इति सम्बन्धः घटस्य घटे अस्ति, ज्ञानं विषयतासम्बन्धेन घटे इति उक्तम्. अपि च घटः विषयितासम्बन्धेन ज्ञाने इति उक्तम्. विषयिता इति सम्बन्धः तु ज्ञानस्य सम्बन्धः, ज्ञाने वर्तते भावः विषयिता. ज्ञानं विषयिता इति धर्मः अथवा भावः ज्ञाने. तर्हि कथं घटः विषयितासम्बन्धेन ज्ञाने इति चेत्, इतोपि एकम् उदाहरणं चिन्तयतु. पुत्रः अस्ति, कश्चन पुत्रः, पुत्रः तस्मिन् पुत्रत्वम् अस्ति, तस्य पिता अस्ति, पितरि पितृत्वम् अस्ति. तर्हि पुत्रः इति अधोभागे लिखतु, पुत्रत्वम् इति उपरि भागे लिखतु. अस्तु, पिता इति अधोभागे लिखतु, पितृत्वम् इति उपरि लिखतु. पितरि यद् पितृत्वम् अस्ति, पितरि यद् पितृत्वम् अस्ति, तेन निरूपितं भवति पुत्रत्वं. नाम पुत्रः कः इति आगच्छति चेत् प्रश्नः, पुत्राः सर्वे सन्ति लोके, ये ये पुत्राः सन्ति ते सर्वे पुत्राः, परन्तु अयं पुत्रः कीदृशः इति चेत् तस्य पितरि विद्यमानपितृत्वेन निरूपितः इति वैशिष्ट्यमस्ति. नाम पुत्रत्वं पितृत्वनिरूपितं, तदर्थं पुत्रः पितृत्वसम्बन्धेन पितरि इति वक्तुं शक्नुमः. तद्वदेव, घटः विषयिता सम्बन्धेन ज्ञाने. नाम घटः इति वस्तुः सर्वत्र अस्ति. यदा वस्तु भवति घटः इति, सः तदा विषयः नास्ति. यदा ज्ञानं जायते तदा एव घटः विषयः भवति इति कृत्वा ज्ञाननिष्ठविषयितया निरूपितः घटः भवति. ज्ञाननिष्ठविषयितया निरूपितः घटः भवति इति कृत्वा घटः विषयिता सम्बन्धेन ज्ञाने वर्तते. एवमेव पिता इति, विश्वे बहवः पितरः सन्ति. सर्वेषु पितृषु अस्ति पितृत्वं. परन्तु अयं पिता कीदृशः इति चेत् स्वस्य पुत्रे विद्यमानपुत्रत्वेन निरूपितः पिता भवति. अस्तु, तत्र वैशिष्ट्यमस्ति, विशिष्टपुत्रत्वेन निरूपितः. तावत्पर्यन्तं सर्वे पितरः पितरः अपि च मनुष्याः इति. तदर्थं वदामः पिता पुत्रत्वसम्बन्धेन पुत्रे अस्ति. तद्वदेव ज्ञानं विषयतासम्बन्धेन घटे अस्ति. यावत्पर्यन्तं विषयः इति न आगच्छति तावत्पर्यन्तं ज्ञानमपि न जायते. ज्ञानं स्वस्य विषयतया निरूपितं भवति इति कृत्वा ज्ञानं विषयतासम्बन्धेन घटे अस्ति. घटः विषयितासम्बन्धेन ज्ञाने अस्ति इति भवति. वस्तुतः विषयी विषयतासम्बन्धेन विषये अस्ति, अपि च विषयः विषयितासम्बन्धेन विषयिणी अस्ति. तावत् समीचीनं वा? आमां भगिनि. तर्हि इत्युक्ते ज्ञानं कीदृशः, अयं घटः इति ज्ञानम् अस्ति. तर्हि विषयः अस्ति घटः, विषयी इति अस्ति ज्ञानं. तर्हि उदाहरण इत्युक्ते वाक्यद्वयम् अस्ति, ज्ञानं विषयता सम्बन्धेन घटे, एवं घटः विषयिता सम्बन्धेन ज्ञाने अस्ति. इत्युक्ते अत्र विभक्तिरूपेण अपि वक्तुं शक्यते. इत्युक्ते यस्य सप्तमी विभक्ति भवति तत् सम्बन्धः भवति अपि. इत्युक्ते घटः विषयः विषयता सम्बन्धः, तर्हि ज्ञानं विषयता सम्बन्धेन घटे अस्ति. तत्र द्वितीय उदाहरणे घटः केन सम्बन्धेन ज्ञाने अस्ति, ज्ञानी ज्ञानम् इति विषयी, तर्हि घटः विषयिता सम्बन्धेन ज्ञाने अस्ति. तदपि चिन्तनं भवति वा अथवा नास्ति? बहु सुष्ठु चिन्तनमेव, इत्युक्ते अवगमनार्थम् अपि च मनसि स्थापनार्थं सम्यक् एव. घटे घटे इति सप्तमी विभक्त्याम् अस्ति खलु. घटः घटस्य घटः इति ज्ञानस्य विषयः भवति चेत् घटे किम् अस्ति? सप्तमी. घटे विषयता अस्ति इति चिन्तयितुं शक्नुमः. अपि च पुनः घटे इत्युक्ते अधिकरणं, घटे ज्ञानमपि अस्ति, घटे विषयता अपि अस्ति. तर्हि तद् अधिकरणम् अथवा सप्तमी विभक्तिम् आधाय ज्ञानं विषयता सम्बन्धेन घटे इति वक्तुम् अवश्यं शक्यते. समीचीनम्. इत्युक्ते तद् तेन स्मरणं भवति. ज्ञाने अस्ति इति वदामश्चेत् ज्ञाने सप्तमी विभक्ति अधिकरणं. ज्ञाने किं किम् अस्ति? ज्ञाने विषयिता अस्ति, ज्ञाने विषयः घटः अपि अस्ति. तर्हि घटः विषयिता सम्बन्धेन ज्ञाने अस्ति इति वक्तुं शक्यते. स्पष्टं वा? अस्तु, हा सम्यक् महोदय. इति मनसि भवेत् सर्वेषां मनसि, नो चेत् कुत्रचित् लिखन्तु किञ्चित्, प्रायः तेन स्थास्यति मनसि इति. अग्रे रविमहोदय पठितुम् इच्छति. इत्थं हि संप्रदाये ज्ञानपदार्थं बोधयन्ति. ज्ञानं दीपस्थानापन्नं विषयप्रकाश्यः. ज्ञानस्य दीपरूपस्य या प्रभा सा विषयता सम्बन्धः. सा प्रभा यस्मिन् पतति स प्रकाश्यः. ज्ञानस्य विषयः इति उच्यते. यस्मिन् सा प्रभा नास्ति स न प्रकाश्यते, अतः विषय इति न उच्यते. इत्थं हि सम्प्रदाये ज्ञानपदार्थं बोधयन्ति. इदानीं सम्प्रदाये इति तर्कसङ्ग्रहे ज्ञानपदार्थम् इत्थं बोधयन्ति. ज्ञानं दीपस्थानापन्नं ज्ञान अत्र दीपमेव अस्ति विषय च प्रकाश्य यत् विषयः दीपस्थानमापन्नम् दीपस्थानमापन्नम् इत्युक्ते दीपस्थानप्राप्तम् दीपस्य स्थाने किमस्ति दीपस्य स्थाने नाम दीपस्थानमापनम् इत्युक्ते तत्र चित्रे दीपम् इति उपमा उपमारूपेण मेटफर् रूपेण तत्र ज्ञानेव दीपरूपः सत्यं दीपम् इत्युक्ते ज्ञानम् अस्तु अग्रे विषयः प्रकाश्य यत्र यस्मिन् प्रकाशः आपतति तत् विषयः सः प्रकाश्यः सः प्रकाश्यः प्रकाश्य च विषयः एव ज्ञानस्य दीपरूपस्य या प्रभावः स विषयता सम्बन्धः ज्ञानस्य प्रकाशः प्रकाशः विषय प्रकाशः विषयता ज्ञानस्य च प्रकाशमध्ये विषयता सम्बन्धः एव सत्यम् अत्र मनसि प्रकाशः इत्युक्ते प्रभा प्रभा इत्युक्ते लैट् प्रकाशः परन्तु विकाश विषयः इति प्रकाश्यः इति उक्तं प्रकाश्यः इत्युक्ते किम् घटः प्रकाश्यः इत्युक्ते यद् प्रकाशनीयम् इति कर्मण्यर्थे ण्यत् इति प्रत्ययः प्रकाश्यः उद्देश्यः तथा प्रकाश्यः यद् प्रकाशनीयः सः अस्ति प्रकाशनीयः सः अस्ति घटः अस्तु सा प्रभा यस्मिन् पतति स प्रकाश्यः ज्ञानप्रकाशः ज्ञानरूपी प्रकाशः यस्मिन् पतति स प्रकाशः प्रकाश्यः विषयः अस्ति ज्ञानस्य विषय तत् ज्ञानस्य विषयः इति उच्यते यस्मिन् स प्रभा नास्ति सः न प्रकाश्यते यस्मिन् ज्ञानस्य विषयः नास्ति ज्ञानस्य विषयः नास्ति स तत् वस्तु न प्रकाश्यते तत्र प्रकाशं न पतति प्रभा न पतति तत् विषय इति न उच्यते तत् विषयः नास्ति ज्ञानस्य विषयः नास्ति यस्मिन् प्रभा नास्ति सः विषयः नास्ति नाम यस्य विषये ज्ञानं नास्ति यथा उक्तं घटज्ञानम् इति चेत् घटस्यैव ज्ञानं न तु पटस्य पटज्ञानम् इति चेत् पटस्यैव ज्ञानम् अस्तु महोदय पुनः सारांशेन वदतु अत्र किं किम् अस्ति चित्रे चित्रे घटः अस्ति ज्ञानरूप दीपः अस्ति च ज्ञानस्य दीपस्य प्रभा या ज्ञानस्य विषयता अस्ति विषयता घटे अस्ति बहु समीचीनं विषयता इति प्रकाशः अथवा प्रभा प्रकाशः घटे घटे घटे पतति घटे पतति अतः घटः कः घटविषयः घटः विषयः बहु सम्यक् अपि च ज्ञानं ज्ञानं विषयी विषयी हा इति सम्यक् अस्ति महोदय अत्रापि पश्यतु ह्रस्वैकारः भवान् पृष्टवान् खलु यथा अधिकरणम् अनुयोगी इति ह्रस्वैकारः अत्रापि विषयी इति ह्रस्वैकारः यतोहि ज्ञानम् इति नपुंसकलिङ्गपदम् इति अस्तु इति मनसि भवेत् चित्रेण तर्हि किं निरूपितम् इति चेत् चित्रेण अयं घटः इति ज्ञानं निरूपितम् दीपस्थानम् आपन्नं ज्ञानं कीदृशज्ञानम् अयं घटः इति ज्ञानम् यतोहि दीपस्य प्रभा अथवा विषयिता घटस्य उपरि पतति दीपमस्ति चेत् घटः प्रकाशितः भवति तदर्थं यः प्रकाशितः अस्ति सः एव ज्ञानस्य विषयः घटः बुद्धं वा अस्तु, विषयता इत्युक्ते सा प्रभा कुत्र पतति इति चेत् विषये पतति, विषये पतति इति कृत्वा पुनः सप्तमी अस्ति खलु विषये, तदर्थम् अधिकरणत्वेन विषयः अस्ति, विषये विषयता अस्ति, ज्ञाने विषयिता इति एतत् सर्वम् आगच्छति. कोऽपि अस्तु, कोऽपि प्रश्नः अत्र कस्यचित्? क्षम्यतां, प्रश्नः अस्ति, घटस्य एकवारं निश्चितज्ञानम् अभवत् तत्र प्रकाशेन, तर्हि सः वृत्ति अनियामकसम्बन्धः कथ किमर्थेन, सः वृत्ति नियामक नियामकः किमर्थेन न अनियामकः? इति सत्यं महोदय, विषयता इति वयं स्वीकुर्मश्चेत् तत्र निश्चयेन वदामः ज्ञानं विषयता सम्बन्धेन घटे इति निश्चयेन वदामः इति सत्यं. परन्तु एवमेव चिन्तयतु, घटः अपि च ज्ञानम् इति एवमेव चिन्तयतु, तस्य सम्बन्धस्य नामकरणं न जातम् इति चिन्तयतु. अस्तु, तदा कथं वक्तुं शक्यते कः आधेयः कः? वृत्ति अनियामकत्वं तत्र अस्ति, यतोहि घटः ज्ञाने भवितुम् अर्हति, ज्ञानं घटे भवितुम् अर्हति इति. बुद्धं वा? सम्यक्. तर्हि भगिनी, भगिनी एकं सन्देहं, ज्ञानं क्षणिकम् अस्ति चेत् सो घटस्य ज्ञानं दीपरूपात् क्षणिकम् अथवा निरन्तरं? क्षणिकमेव महोदय, नाम यावत्पर्यन्तं मनसि अयं घटः अस्तु, नैयायिकानां चिन्तनं किमिति चेत् प्रतिक्षणं नूतनं ज्ञानम् उत्पद्यते मनसि, यद्यपि अनुभवेण वयं न वक्तुं शक्नुमः यतोहि समयस्य समयाभ्यन्तरं बहु न्यूनमस्ति इति कृत्वा, यद्यपि तथा न अवगन्तुं शक्नुमः, तथापि ज्ञानं क्षणिकं नूतनं ज्ञानं प्रतिक्षणं नूतनं ज्ञानं मनसि उत्पद्यते, अयं घटः अयं घटः इति. तदर्थं वयं घटज्ञानम् इति बहुकालपर्यन्तं निधातुं शक्नुमः इति. अवगतम्? भगिनि, अस्मिन् चित्रे घट ज्ञाने विषयता सम्बन्धेन अस्ति, अस्तु, घटः ज्ञाने विषयता सम्बन्धेन अस्ति नास्ति, घटः ज्ञाने विषयिता सम्बन्धेन, यथा सव्यमहोदय उक्तवान् ज्ञाने इति सप्तमी इति चिन्तयति अधिकरणं, ज्ञाने किं किम् अस्ति? ज्ञाने विषयिता अस्ति, अपि च विषय अधिकरणता अस्ति, अपि च ज्ञानमिति वदामश्चेत् ज्ञानमिति विषयी खलु, विषयी विषयी किमर्थं वदामः? यतोहि कारणं कि तस्मिन् विषयिता अस्ति, विषयिता अस्ति इति सत्यं, परन्तु विषयः अपि अस्ति ज्ञाने, विषयः अपि अस्ति ज्ञाने इति वदामः चेत् घटः ज्ञाने अस्ति इति चिन्तयतु, घटः ज्ञाने विषयिता विषयिता सम्बन्धेन अस्तु, अस्तु, ज्ञाने विषयिता अपि अस्ति, घटः ज्ञाने विषयिता सम्बन्धेन अस्ति, अपि च ज्ञानं विषयता सम्बन्धेन घटे अस्ति, घटे अस्ति, घटे किं किम् अस्ति इति चिन्तयतु, घटे विषयता अस्ति खलु, घटे ज्ञानम् अस्ति, तेन आधारेण किञ्चित् स्मर्तुं शक्यते, घटः इति तद् अधिकरणं भवति चेत् घटे विषयता अस्ति, विषयता सम्बन्धेन ज्ञानं घटे अस्ति इति. अस्तु, बुद्ध विषयता इति वस्तुतः धर्मः अस्ति घटे, तेन विषयता तस्य धर्मस्य आधारेण ज्ञानं तस्मिन् अस्ति इति वक्तुं शक्नुमः, ज्ञानं विषयता विषयता कदा आगच्छति घटे, यदा घटः ज्ञानस्य विषयः तदा एव आगच्छति खलु, अतः ज्ञानं विषयता सम्बन्धेन घटे अस्ति इति. ज्ञानमिति विषयी किमर्थं भवति? यतोहि यदा तस्मिन् विषयः भवति तदा एव, अतः विषयः विषयिता सम्बन्धेन ज्ञाने इति वक्तुं शक्यते. अस्तु, अस्तु, हा समीचीनं. भगिनी, इत्युक्ते अत्र वृत्ति अनियामकसम्बन्धः इति वैशिष्ट्यं केवलं ज्ञानस्थले एव वा, अन्यत्र सर्वत्र वृत्तिनियामकसम्बन्धः वा? बहुत्र भगिनि, चिन्तनं कुर्मश्चेत् संयोगः संयोगः इति चेत् तत्र वृत्तिः निश्चितः खलु, वृत्तिः अवश्यं वृत्तिः निश्चितः अथवा नियमिता इति, क्षम्यतां, वृत्तिः स्त्रीलिङ्गपदं, हा नियमिता निश्चिता इति चेत् तत्र वृत्तिनियामकः, समवायः इति चिन्तयतु. समवायः कुत्र कुत्र भवति? तत्र घटः कपालः इत्युक्ते अवयवावयविनोः तत्र अधिकरणं किम्, आदेयः कः? घटः आदेयः, कपालः अधिकरणं, तर्हि नियमितः वृत्तिः नियमितः घटे आदेयत, घटे एव आदेयत, यतोहि अवयवे अवयवी वर्तते, वृत्ति नियामकसम्बन्धः इति वदामः. एवमेव अपरत्र कुत्र अस्ति समवायः? क्रिया क्रियावतोः, अत्र सर्पः अस्ति तस्मिन् सर्पक्रिया, हा तस्मिन् इति उक्तवती खलु भवती, तर्हि सर्पे अधिकरणता अस्ति, क्रिया क्रियायाम् आदेयता अस्ति. विपरीतदिशि वक्तुं शक्यते वा? न वक्तुं शक्यते, न वक्तुं शक्यते. तत्रापि तर्हि आधेयः इति निश्चितः, नाम वृत्तिः इति निश्चिता नियमिता इति कृत्वा बहुषु स्थलेषु संयोगः, एतावत्पर्यन्तं यत्किमपि वयं दृष्टवन्तः, संयोगः, समवायः, तादात्म्यमपि, किमपि स्वस्मिन् अस्ति इति चेत् तत्र वस्तुतः प्रायः एकः एव पदार्थः, तर्हि तत्रापि निश्चिता अस्ति वृत्ति नियमिता, बहुत्र तथा अस्ति भगिनि. हा तर्हि अत्र अनियामकसम्बन्ध वैशिष्ट्यम् अस्ति अत्र ज्ञानस्थले. अस्तु अस्तु भगिनि, धन्यवादः. अस्तु, प्रायः इतोपि एकं परिच्छेदं कृत्वा समापयामः, अग्रिमपरिच्छेदं भवती पठतु भगिनि. इयं च अहं वा? भवती पठित्वा. अस्तु, इयं च विषयतारूपा प्रभा घटे विद्यमाना न ज्ञानेन विना भवति, कस्य अयं प्रकाशः इत्युक्तौ ज्ञानस्य इति उच्यते, अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते, तथा च घटनिष्ठविषयतानिरूपकं ज्ञानम् इति सिद्धम्. तर्हि अत्र ज्ञानमस्ति, घटः इति विषयः अस्ति, ज्ञानस्य विषयतारूपप्रभा इत्युक्ते ज्ञानस्य प्रकाशः घटस्य उपरि पतति, घटे पतति, तादृशप्रकाशः ज्ञानं विना न भवति. कस्य प्रकाशः इत्युक्ते ज्ञानस्य प्रकाशः, अतः ज्ञानं प्रकाशस्य प्रेषकः, प्रेषकं, निरूपकं. तर्हि अत्र ज्ञानमस्ति, घटः इति विषयः अस्ति, घटे विषयता अस्ति, ज्ञाने विषयिता अस्ति, तर्हि अत्र वाक्यं भवति घटे विषयता इति अस्ति, घटनिष्ठविषयता, घटनिष्ठविषयतानिरूपकं ज्ञानम् अथवा घटनिष्ठविषयता निरूपित विषयिता आश्रयः ज्ञानम् इत्यपि वक्तुं शक्नुमः खलु? अवश्यं, बहु समीचीनं, सम्यक् इति वक्तुं शक्नुमः. परन्तु अत्र ज्ञानम् एकं कार्यं करोति, ज्ञानं किं कार्यं करोति? विषयं प्रकाशयति. हा, ज्ञानस्य ज्ञानं प्रकाशस्य प्रेषकः, क्षम्यतां, ज्ञानं प्रकाशस्य प्रेषकम् इत्युक्ते निरूपकम्. अत्र नुळ् इति प्रत्ययः, विजय भगिनी यथा पृष्टवती, गायकः, नायकः, यः किमपि करोति सः खलु, गायति इति गायकः, निरूपयति इति निरूपकः. अत्र ज्ञानं किमपि कुर्वदस्ति, निरूपणं कुर्वदस्ति इति कृत्वा निरूपकं ज्ञानम्. अपि च कीदृशनिरूपकं ज्ञानं भगिनि अन्ततो गत्वा? घटे विद्यमानविषयतायाः निरूपकं ज्ञानम्. हा इति कृत्वा घटनिष्ठविषयतानिरूपकं ज्ञानम् इति आगच्छति. अस्तु, समीचीनम्. इतः अग्रे अग्रिमसप्ताहे वा किञ्चित् कुर्मः. एतावता स्पष्टता अस्ति वा मनसि, सर्वेषां मनसि? आं भगिनि. हा सम्यक्, तर्हि नूतनसम्बन्धद्वयं विषयता, विषयिता इति. विषयता इति धर्मः विषये अस्ति, विषयिता इति धर्मः विषयिणी ज्ञाने अस्ति. अन्ततो गत्वा ज्ञानं विषयता सम्बन्धेन विषये वर्तते, अपि च विषयः विषयितासम्बन्धेन ज्ञाने वर्तते इति सारांशः इति आगतम्। अपि च ज्ञानम् इति घटनिष्ठविषयतानिरूपकं नाम विषयनिष्ठविषयतानिरूपकं ज्ञानं, ज्ञानस्य कार्यम् एवमेव विषयतां निरूपयति, निरूपकम् इति तदर्थमेव उक्तम्। यतोहि यावत्पर्यन्तं ज्ञानं नास्ति तावत्पर्यन्तं घटः इति पदार्थः तावदेव विषयः नास्ति, ज्ञानेनैव निरूपितः भवति घटः अथवा विषयः इति कृत्वा ज्ञानं निरूपकं विषयनिष्ठविषयतानिरूपकम् इति वक्तुं शक्यते। अस्तु अस्तु, पुनः कृपया पठन्तु इतोपि एकवारं, कोऽपि प्रश्नः नास्ति चेत् अत्र समापयामः। धन्यवादः भगिनि। धन्यवादः भगिनि। नमस्कारः। नमस्कारः। धन्यवादः भगिनि। पुनः पुनः पठनीयम्। हा अवश्यम्।